नमस्ते भगिनि, गुड् मार्निङ्ग् भगिनि, नमस्ते सर्वेभ्यः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. यदा विद्याभगिन्या उक्तं दशनिमानन्तरं भगिनी आगतवती इति कृत्वा पुनःस्मरणं रूपेण अलोन्तस्य इति अत्र सूत्रमस्ति अचिष्णुधातुब्रुवां योरिवम् इति गतवर्गे चर्चितमस्ति, तस्य पुनरावरणं कृत्वा अग्रे सरेम. तत्र तृतीयबिन्दुः अस्ति अधुना स च अनेकाल् आदेश ङिच्च अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. तत्र आरभ्य पुनरावलोकनं कुर्मः. ङिच्च उषा भगिनी पठति वा? आम् महोदय. ङिच्च ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाल्चित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाल्चित् सर्वस्य तु अलोन्तस्य इत्यस्य अपवादः. इकारः इतः यस्य सः ङित् बहुव्रीहिः. ङित् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम्. अलोन्तस्य इत्यस्मात् अलः अन्त्यस्य इति अनयोः अनुवृत्तिः. स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं ङिच्च अन्त्यस्य अलः स्थाने. ङिच्च इति सूत्रमस्ति. ङिच्च इति ङिच्च अन्त्यस्य अलः स्थाने. ङित् इति यस्य इकारः यस्य इत् इकारः इकारः इत् अस्ति किल ङकारः इत् धन्यवादः भगिनि. ङकारः इत् अस्ति. ङित् आदेशः अस्ति चेत् अनेकाल् चेत् अपि अन्त्यस्य एव स्थाने भवति. अन्त्यस्य इति मुख्यविषयम् अस्ति. अनेकाल्चित् सर्वस्य इति सूत्रेण दट्स् कमिङ्ग् अप् लेट् अनेकाल्चित् सर्वस्य इति सूत्रेण अनेकाल् अस्ति वा अथवा षित् इति षकारः इत् अस्ति वा चेत् सर्वस्य स्थाने आदेशः भवति. ङिच्च इति सूत्रेण तत् सूत्रं बाधितम् अस्ति. ङिच्च इति सूत्रं ङिच्च इति सूत्रेण अन्त्यस्य स्थाने एव आदेशः भवति, सर्वस्य स्थाने न. अनुवृत्तिसहितसूत्रम् ङिच्च अन्त्यस्य अलः स्थाने अन्त्यस्य स्थाने अलो अन्त्यस्य पूर्वसूत्रमस्ति. तत्र च इति उक्तत्वात् ङिच्च किं सूचयति? अलोन्तस्य अन्त्यस्य इति च इति उक्तं. ङित् इति ङित् ङकारः इत् अस्ति चेत् अलोन्तस्य पूर्वसूत्रम् इत्यनेन अन्त्य इति अनुवृत्तिसहितम् आगच्छति. च इति आदेशः अस्ति चेत् अन्त्यस्य स्थाने ङित् ङकार इत् ङकारः इत् अस्ति चेत् अन्त्यस्य स्थाने अल् आदेशः भवति इति उक्तम्. च इति तत्तु समीचीनं. पूर्वसूत्रमस्ति अलोन्त्यस्य इति सूत्र किं वदति इति चेत् अन्त्यस्य अलः स्थाने आदेशः भवति. ङिच्च इति सूत्रेण च इति सूत्रमिति ङित् अपि चेत् अपि अलः स्थाने अन्त्यस्य अलः स्थाने आदेशः भवति इति एव सूत्रस्य अर्थमति. इति कारणेन च इति उक्तं सूत्रे यथा अग्रे पठामि वा. यथा यथा अचिष्णुधातुभ्रुवां युवोरियङ् उभङ्गौ ष्णु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु खिनु इत्यनयोः ष्णु प्रत्ययान्त अङ्गस्य इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजातिप्रत्यये परे. अनुवृत्तिसहितसूत्रं युवोः ष्णु धातु भ्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि. ष्णु प्रत्ययान्त अङ्गस्य ष्णु इति प्रत्ययं स्वादिगणस्य अङ्गस्य स्वादिगण अङ्गस्य अन्त्ये अस्ति. ष्णु प्रत्ययान्त अङ्गस्य च इकारान्त उकारान्त धातुरूपी अङ्गस्य धातुः इकारान्त अस्ति वा उकारान्त धातुः अस्ति वा च ब्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य उकारस्य स्थाने धातुरूपी अन्त्य धातु अन्त्य अलः इकारः अस्ति चेत् उकारः अस्ति चेत् ई स्थाने इयङ् आदेशः ऊ स्थाने उवङ् आदेशः भवति अजातिप्रत्यये परे. अचि अचि इति प्रत्यये परः अस्ति चेत् ई स्थाने इयङ् आदेशः ऊ स्थाने उवङ् आदेशः धातु अन्ते ई अस्ति वा धातु अन्ते ऊ अस्ति वा च ष्णु प्रत्ययान्त अङ्गस्य ब्रू इति प्रातिपदिके ब्रू तु भू भ्रू इति प्रातिपदि पदिकस्य च इयङ् ई स्थाने इयङ् ऊ स्थाने उवङ् आदेशः भवति. तत्र धातु इति उक्तमस्ति सूत्रे एवम् अङ्गानामपि धातु एवम् अङ्गानां पदद्वयं दृष्ट्वा किं सूचयति? पद श्नु धातु श्नु इति श्नु प्रत्ययान्त अङ्गम् धातु धातुरूपम् अङ्गं धातुरूपं मीन् लैक् इकार उकारान्त धातुः. तत् कुत्र आगच्छति? इकारान्त उकारान्त धातु सर्वे गणाः अस्ति तत्र अङ्गं न भवति न अङ्गं धातुरूपी अङ्गम् धातुरूपी अङ्गम् अजादि अजादि इति अचि इति परनिमित्तमस्ति परनिमित्तम् इकारान्त उकारान्त धातुरूपी अङ्गम् सूत्रं अनुवृत्तिसहितसूत्रं पृथक् कृत्वा वदतु भगिनि तत् समीचीनं भवति. अनुवृत्तिसहितसूत्रं यकार युवोः यकारः वकारः इकार उकार युवोः या इकार उकारः स्नु धातु स्नु धातु भ्रुवाम् अङ्गानां यङ् उवङ्गौ अचि. महोदय जलश्री वदति वा एकनिमिषं भगिनि. ओके जलश्री किं वक्तव्यं महोदय? सूत्रस्य अनुवृत्तिसहितसूत्रस्य पदच्छेदं कृत्वा अवलोकनं कृत्वा किं सूत्रस्य सम्पूर्णार्थं वदतु. हा वदामि. यवोः श्नुधातु ध्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि इति अनुवृत्तिसहितसूत्रमस्ति. अत्र अचि इत्यस्य सप्तम्यन्तं पदमस्ति इति चेत् अचि परे किं भवति इति चेत् अत्र दलत्रयम् अस्ति. एकं तु श्नु प्रत्ययान्त अङ्गं, यत्र श्नु इति प्रत्ययः भवति तदेव अङ्गं यत्र भवति इति एकं दलम् अस्ति. द्वितीयः दलम् अस्ति भ्रू इति अङ्गं, तत्तु प्रातिपदिकं भवेत्, तत्र भ्रू इति प्रातिपदिकं यत्र भवति तत्र तदपि अङ्गं भवति. पुनः तृतीयं दलमस्ति युवोः इति, युवोः इति चेत् इकारान्त उकारान्त धातुरूपी अङ्गम्. एतेषु स्थलेषु इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् इति आदेशौ भवति, भवतः इति एतत् सूत्रस्य अर्थः. तत्र भगिनि इकारान्त अङ्गम् उकारान्त अङ्गम् इति सर्वत्र अनुवृत्ति भवति. स्नु धातु ब्रुवाम् एतेषाम् अङ्कानाम् इकारान्त उकारान्तम् अस्ति चेत् इकारस्थाने इयङ् उकारस्थाने उवङ् आदेशः भवति यदि अजादिप्रत्यये परे अस्ति चेत्. तत्र स्नु धातु ब्रुवाम् इति दलत्रयमस्ति. स्नुरूपी विकरणप्रत्ययस्य धातोः अन्तिम अन्तिम इकार उकार एकं दलं, धातु यत्र इकार उकार अन्तमस्ति यदा अदादिगणे विकरणप्रत्ययं न दृश्यते, तत्रापि धातु इति उक्त्वा धातु विकरणप्रत्यय विना अपि इकार उकारान्तमस्ति चेत् तत्रापि इयं कुवङ् आदेशः भवति. एवं ब्रुवाम् इति प्रातिपदिकस्य पृथक् अस्ति इति कृत्वा दलत्रयमस्ति, स्नु एकं धातु इति अन्यत् ब्रुवाम् इति तृतीयम्. तत्र अङ्गानाम् इति उक्त्वा ये अङ्गं यस्य अन्ते इ अस्ति चेत् अथवा उ अस्ति चेत् यथासङ्ख्यम् इयङ् उवङ् भवति. तत् दलत्रयस्य विवरणमस्ति स्नु रूपी अङ्गम् इति कृत्वा स्नु प्रत्ययस्य धातु इति उक्तत्वात् स्वयं धातु यथा इकारान्तमस्ति उकारान्तमस्ति तत्तु केवलम् अदादिगणे एव भवति, तत्र शब्दलोक स्लुक् भवति इति कृत्वा धातु इति उक्तम्. अवगतं वा? महोदय रि इति उदाहरणं दत्तं, रियोगः तुदादिगणे अस्ति, सो अ प्रति रि इति अङ्गम्. तत्तु समीचीनम्, किमपि अदादिगणे अपि तस्य अदादिगणे तिङ् प्रत्यय तत्र तत्रापि अजादिप्रत्यय अपि प्रत्ययपि अपि आगन्तुं शक्यते वा न? तत्रापि अस्य प्रसक्तिः अस्ति. विकरणप्रत्ययं कृते यद्भवति उक्तं रि इति धातु इति शा इति विकरणप्रत्ययमस्ति, शा इति अजादि वा हलादि वा? श इति अनुबन्धलोपानन्तरम् अ, सो अचि हलादिप्रत्ययं नास्ति, अनुबन्धलोपानन्तरम् अजादि अकार एव अस्ति. आम्, अत्र अस्य सूत्रस्य प्रसक्ति स्नु भवति चेत् उकार भव दृश्यते सर्वत्र, शकारलोपानन्तरम् उ इति एव दृश्यते. तत्तु एकं एकदलमस्ति तत्, किन्तु धातु इति उक्तत्वात् अजादिधातु अथवा तत् धातु यस्य अचि अजादि अपित् प्रत्ययपूर्वम् अङ्गरूपेण इकारान्त उकारान्तं भवति चेत् तत्रापि इयङ् उवङ् आदेशः भवति इति एव धातु इति तत्र स्नु धातु ब्रुवम् इति तृतीयदलम् त्रीणि दलम् अस्ति तत्र. जलश्मी महोदय, अत्र द्वितीयदलस्य विषये धातु अङ्गं भवति न उदाहरणं यदा भगिनी उक्तवती रि अनन्तरं तुदादिगणीयधातुः धि इकारान्तधातु तदेव अङ्गं तत्र कचिष्णु धातु ब्रुवां यं सूत्रं कार्यं कर्तुं शक्नोति सो अदादिगणीयधातु एव भवति नास्ति यत्र यत्र इकारान्त उकार न किं न अदादिगणीय अदादिगणे अपि स्नु इति दृष्टत्वात् अदादिगण धातु इत्युक्त्वा धातु अदादिगणे अस्ति चेदपि तत्र भवितुमर्हति इति एव मया उक्तम् स्वादिगणे भवेत् यत्र अजाति अपि प्रत्ययपरे अस्ति चेत् अचि एवम् उक्तमस्ति सूत्रे किन्तु प्रत्यय अजाति अपि भवति चेत् एव भवति तत्र यत् पूर्वं मम दृष्टमस्ति विद्याभगिनी आगतं तति भगिनी बहु धन्यवादः महोदय नमस्कारः नमस्सर्वेभ्यः भवान् एक अरविन्द महोदय एकः प्रश्नः अस्ति यदि वयं वदामः अदादिगणे अजादि अपित् सम्बन्धे अजादि अपित् सम्बन्धे कोऽपि व्यवस्था अस्ति परन्तु अदादिगणे स्वयमेव अङ्गं भवति अतः कुत्र अजादि अपित् अत्र आयाति यदि एक उदाहरणं वयं वदामः तर्हि अजादि अपित् प्रत्ययः अपि च अजादिपित् प्रत्ययः भिन्नः अजादिपित् प्रत्ययः यथा लोट् लकारे अहं पश्यामि आदि आम् इत्यादि परन्तु अजादि अपि प्रत्ययः यु नो भिन्नप्रत्ययः परन्तु कुत्र कथम् अजादि अपि प्रत्ययः अत्र भिन्नता अस्ति प्रायः कोऽपि उदाहरणम् अस्ति तत्रैव वयं अजादिसम्बन्धे इत्थं वदामः लट् लकारे प्रथमपुरुष बहुवचने अजादि अपि अस्ति अजादि अपि अस्ति अन्ति अहं स्वीकरोमि कोऽपि चिन्ता नास्ति अजादि अपि अस्ति लट् लकारे अन्ति सत्यम् समीचीनं समीचीनम् अतः यदि अजादि अपि न पश्यामि अत्र अजादि अपि अन्ति अस्ति तर्हि अदादिगणे अदादिगणे इति अदादिगणे एव इति नास्ति यत्र कुत्रापि तत्र सूत्रे किमस्ति निमित्तं निमित्तं किम् उक्तम् अचीपरे इति उक्तं खलु अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रे अचीपरे इति उक्तं तर्हि यत्र कुत्रापि अच् प्रत्ययः अस्ति तत्र तत्र सूत्रस्य कार्यं भवितुम् अर्हति परन्तु किं तत्र चिन्तनीयम् इति चेत् यत्र पित् प्रत्ययः अस्ति तत्र गुणकार्यस्य अपि प्रसक्तिः भवति तर्हि तत्र बाध्यबाधकभावः अस्ति यदि तत्र इगन्त अङ्गम् अस्ति चेत् सार्वधातुक अर्धधातुकयोः अनन्तरम् अचिष्णु धातु ब्रुवां द्वयोः सूत्रयोः युगपत् प्रसक्तिः भवति तदानीं तत्र बाध्यबाधकभाव अवसरे किं सूत्रं प्रथमं कार्यं कुर्यात् इति पश्यामः चेत् द्वयोः सूत्रयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति यत्र यत्र पित् प्रत्ययः भवति तत्र अपित्वा अजादि वा हलादिः अलादिः हलादिप्रत्ययः वा इह कोऽपि प्रत्ययः अस्ति तत्र गुणकार्यं भवितुम् अर्हति अचिष्णु धातु ब्रुवाम् इति सूत्रस्य अपि प्रसक्तिः भवति अचीपरे अतः द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति सरधातुक अर्धधातुकयोः इति सूत्रं परसूत्रं परत्वात् तस्य कार्यं प्रथमं भवति इत्युक्ते सारांशः कः इति चेत् यत्र यत्र पित् प्रत्ययः अस्ति तत्र सर्वत्र सरधातुक अर्धधातुकयोः इत्यस्य एव अवसरः भवति इति कृत्वा अपित् प्रत्ययेषु अचिष्णु धातु ब्रुवाम् इत्यस्य अवसरः भविष्यति अजादि अपित् प्रत्ययः अस्ति तत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः भवति कदा इति चेत् ईकारान्तधातुरूपि अङ्गम् उकारान्तधातुरूपि अङ्गं ह्रस्वः वा भवतु दीर्घः वा भवतु तादृश अङ्गम् अस्ति चेत् तत्र अचिपरे इयङ्गुवङ् आदेशः भवति, नो चेत् तत्र श्नुप्रत्ययान्तम् अङ्गम् अपि अस्ति चेदपि तत्र उवङ् आदेशः भविष्यति अजादि अपित् प्रत्यये परे इति तावदेव, तत्र क्लेशः नास्ति. अग्रे अत्र अपित् इति न उक्तम्, अत्र अपित् इति न उक्तं, तर्हि कथं ज्ञायते अपित् इति चेत् तदेव सारांशः अस्ति. यत्र पित् प्रत्ययः भवति तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य अवसरः भविष्यति परत्वात्. अतः यत्र अपित् अस्ति तत्र एव अचिष्णुधातुभ्रुवाम् इत्यस्य अन्ततो गत्वा फलितार्थः अपित् प्रत्यये परे तस्य प्राप्तिः भविष्यति इति सार्वधातुकप्रकरणे तथा वयं वदामः. अर्धधातुकप्रकरणे अर्धधातु यत्र प्रत्ययः अर्धधातुकप्रत्ययः अस्ति तत्रापि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भविष्यति. यत्र प्रत्ययः कित् नित् गित् नास्ति चेत् यत्र प्रत्ययः कित् नित् अस्ति तत्र तु अशिष्णुधातु ब्रुवाम् इत्यस्य अवसरः भविष्यति. बुद्धं खलु? अस्तु, तत्र पुनःस्मरणं सम्यक्तया जातम् इति भगिनि मन्ये. आं भगिनि, क्षम्यतां भगिनि, तत्र यदि अपित् वयं न चिन्तनीयम् अत्र पित्वत् अस्ति चेत् यथा भवती उक्तवती गुणकार्यं भवितुम् अर्हति. यदा गुणकार्यं भवति तदा ई उ इति अन्ते नास्ति इत्युक्ते परिवर्तनं भूत्वा ए ओ इति भवति चेत् इति सूत्रं न प्रसक्ति इति सत्यं भगिनि? न, इत्युक्ते गुणकार्यं भूत्वा तत्पश्चात् अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसक्तिः नास्ति खलु? इदानीम् इकारान्ताङ्गं नास्ति, उकारान्ताङ्गमपि नास्ति. तदेव अहं वदामि, यदि गुणकार्यं भवति तदनन्तरम् इति सूत्रम् इति सूत्रस्य प्रसक्तिः न भवति, न भवितुमर्हति, न भवति इति सूत्रस्य प्रसक्तिः. यदि सूत्रस्य प्रसक्तिः तदानीम् अपि भविष्यति तदानीम् अचिष्णुधातु ब्रुवाम् इति सूत्रं नित्यसूत्रं भविष्यति. नित्यसूत्रम् अस्ति इति कृत्वा तस्य बलम् इतोपि अधिकं भवति सार्वधातुक अर्धधातुकयोः इत्यस्य अपेक्षा, परन्तु तथा नास्ति अत्र. एकवारं सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः जायते चेत् तत्पश्चात् अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य अवसरः नास्ति, यतोहि इकारान्त अङ्गं नास्ति, उकारान्त अङ्गमपि नास्ति. धन्यवादः. अस्तु, इदानीं तत्र गतवर्गे तत्र अस्माभिः किं चर्चितमिति चेत् तत्र तुह्यो स्तातङ् आशिष्यो अन्यतरस्याम् इति सूत्रस्य चिन्तनं प्रवर्तमानमस्ति. तुह्योस्तातङ् आशिष्यो अन्यतरस्याम् इति सूत्रे तातङ्ग् इति आदेशः, सः आदेशः नित् अस्ति. तर्हि नित् प्रसङ्गे सामान्यचिन्तनं किम् इति चेत् प्रथमं तत्र अलोन्त्यस्य इति सामान्यसूत्रमस्ति. अलोन्त्यस्य इति सूत्रेण यत्र षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति इति अलोन्त्यस्य इति सर्वसामान्यसूत्रमस्ति. यत्र कुत्रापि कस्यचित् अङ्गस्य पदस्य स्थाने आदेशः भवति तर्हि सम्पूर्ण अङ्गस्य सम्पूर्णपदस्य स्थाने आदेशः भवति वा इति चेत् न, अलोन्त्यस्य इत्यनेन अन्तादेशः भवति इति उक्तम्. तर्हि तस्य अपवादरूपेण यत्र आदेशः अनेकाल् अनेके वर्णाः सन्ति आदेशे, इत्युक्ते एकः एव वर्णः नास्ति परन्तु वर्णद्वयं वर्णत्रयम् अस्ति चेत् तादृशसन्दर्भे तत्र अनेकाश्चित् सर्वस्य इत्यनेन सर्वस्य स्थाने आदेशः भवति, षष्ट्यन्तपदस्य सम्पूर्णतया आदेशः भवति न तु अन्त्यस्य इति अनेकाश्चित् सर्वस्य. तत्र षित् इति अपि अस्ति, आदेशः अनेकाल् वा नो चेत् षित् अस्ति चेत् सर्वस्य स्थाने आदेशः भवति इति अनेकाश्चित् सर्वस्य इति अलोन्त्यस्य इत्यस्य अपवादसूत्रम्. तस्य उदाहरणम् अस्माभिः चर्चितं ज्ञाजनोर्जा इति सूत्रं चर्चितं। तत्र ज्ञा अपि च जन् अनयोः स्थाने जा इति आदेशः भवति। अशितिपरे इति उक्तं, शितिपरे ज्ञाङ्गस्य जन् अङ्गस्य जा आदेशः भवति इति उक्तं। तर्हि जा आदेशः अनेकाल् अस्ति, तस्मिन् आदेशे अनेकेव, सर्वदा आदेशस्य विषये चिन्तनीयं, न तु तत्र स्थानी, तत्र ज्ञा इति स्थानी अस्ति, स्थानी अपि अनेकाल् अस्ति, जन् इति अपि अनेकाल् अस्ति, परन्तु स्थानिनः विषये चिन्तनं नास्ति, आदेशस्य विषये चिन्तनम्। अत्र आदेशः अस्ति जा, जा इति आदेशः अनेकाल् इति कृत्वा तत्र सम्पूर्णस्य अङ्गस्य स्थाने आदेशः भविष्यति। तत्पश्चात् तत्र किं चर्चितम् इति चेत् निच्च इति सूत्रं तत्र उक्तं। तर्हि निच्च इति सूत्रम् इदानीं पठामः। निच्च इति सूत्रम् अनेकाचित् सर्वस्य इत्यस्य अपवादः अस्ति। तर्हि इदानीम् अत्र कः गोमती भगिनी पठति वा निच्च इति? पठामि भगिनि। निच्च तृतीयबिन्दु, नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति। इदं सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः। अनेकाश्चित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः। ङकारः नित् यस्य सः नित् बहुव्रीहिः, नित् प्रथमान्तं च अव्ययपदं, नित् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अलोन्तस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः, स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं निच्च च अन्त्यस्य अलः स्थाने इति। अत्र आदेशस्य विषये उक्तं निच्च इति सूत्रम् अस्ति। आदेशस्य विषये अलोन्त्यस्य इति प्रथमम् उत्सर्गरूपेण सर्वत्र कार्यं करोति, परन्तु अलोन्त्यस्य इत्युक्ते अन्त्यस्य अलः वर्णस्य स्थाने आदेशः भवति इति। तस्य अपवादरूपेण अनेकाल् षित् सर्वस्य इति सूत्रम्, इफ् आदेशः अनेकाल् अथवा षित् अस्ति चेत् स्थानिनः सर्वस्य स्थानिनः स्थाने आगच्छति इति द्वितीय आदेशविषयस्य सूत्रम्। तस्यापि अपवादः निच्च इति। निच्च इत्युक्ते यदा आदेशरूपेण आगतः प्रत्ययः नित् अस्ति चेत्, यत्र नकारः इत् अस्ति तद् नित्, नित् अस्ति चेत् नितः आदेशः अनेकाल् चेदपि अनेकाल् अपि अनेकाल् अस्ति चेत् पूर्वसूत्रेण सर्वस्य स्थाने तस्य आदेशः भवति, परन्तु निच्च तस्य अपवादरूपेण कार्यं करोति। अनेकाल् अपि चेत् अनेकाल् चेदपि तद् अन्त्य अलवर्णस्य स्थाने एव तस्य कार्यं भवति। स्थानिनः अन्त्यस्य अलः वर्णस्य आदेशः भवति यत्र प्रत्ययः नित् अस्ति चेत्। नित् प्रथम द्विपदं सूत्रं प्रथमं नि अनन्तरं च इति, नित् अनन्तरं च इति, च इति अव्ययपदं, च अहं चिन्तयामि तत् सूचयति अनेकाश्चित् सर्वस्य तस्य सूत्रस्य विषये सर्वस्य स्थाने आगच्छति, तस्य एव विषये तदपि एतत् सूत्रमपि वदति इति अहं चिन्तयामि। च इत्यस्य अहम् अर्थं पूर्णतया न जानामि। निच् च अन्त्यस्य अलः स्थाने इति अनुवृत्तिसहितसूत्रम्, अन्त्यस्य अलहस्य अलः स्थाने निच् प्रत्ययः, निच् प्रत्ययः अन्त्यस्य आदेशः निच् अस्ति चेत् अन्त्यस्य अलः स्थाने भवति इति सूत्रं वदति। एवं वा भगिनि? समीचीनं, बहु समीचीनं भगिनि, बहु समीचीनं, धन्यवादः। तर्हि तत्र नित् इति अत्र कोऽपि वदति वा, तत्र निच्च इति सूत्रं पुनः किमर्थं कृतम्? अलोन्त्यस्य इति अत्रैव स्थगनं किमर्थं नासीत्? अलोन्त्यस्य अनेकाल् नास्ति, अनेकाल् नास्ति, अलोन्त्यस्य इति अलोन्त्यस्य एकाल् एव अस्ति न अलोन्त्यस्य भगिनि वदतु। नमस्ते भगिनि, तत्र अलौन्त्यस्य इति अन्त्यस्य आदेशः एकाल् एव भवति, निश्चय तु अनेकाल् अस्ति, अतः तस्य अपवादसूत्रं भवति एव, उत्सर्गसूत्रं भवति अलौन्त्यस्य। हा, इति तत्र तत्र कथं तत्र क्रमः कथम् अस्ति इति चेत्, अलौन्त्यस्य इत्यस्य अनन्तरम् अस्ति सूत्रं निच्च, अलौन्त्यस्य इत्यस्य अनन्तरम् अस्ति निच्च। तर्हि तत्र निच्च इत्यत्र च इत्यनेन किम् उक्तं तत्र? अन्त्यस्य अलः स्थाने भवति इति। हा, यथा अलोन्त्यस्य इत्यत्र अन्त्यस्य स्थाने भवति, तथैव निच्च इति सूत्रे अपि च इत्यनेन अन्त्यस्य स्थाने एव भवति, अन्त्यस्य अलः स्थाने एव भवति नित् आदेशः इति उक्तम्। तर्हि नित् आदेशे अनेकाल् अस्ति चेत् एव भवति, नो चेत् न भवति इति तादृशं कथम् अवगन्तुं शक्यते? अलोन्त्यस्य तत्र एक अल् अस्ति, पुनः किमर्थं निच्च आवश्यकः? एकः अल् नास्ति इति कृत्वा एव। सत्यं सत्यं। तर्हि इदानीं तत्र तादृश अवगमनं कथं भवति इति चेत्, अत्र त्रीणि सूत्राणि सन्ति अलोन्त्यस्य। इदानीं तत्र विजयलक्ष्मी भगिनी भवती एव वदतु, त्रीणि सूत्राणि सन्ति, तत्र प्रत्येकं सूत्रस्य कार्यं किं, कथं सम्पूर्णतया अवगन्तव्यम् इति वदतु। अलोन्त्यस्य इति वदति अन्त्यस्य अलः स्थाने आदेशः भवति इति, तस्य अनन्तरमस्ति निच्च, निच्च वदति आदेशे यदि ङकारः इत् भवति तदा अन्त्यस्य अलः स्थाने आयाति, परन्तु आदेशः प्रायः एकाल् न भवति, अनेकाल् एव भवति इति। अनन्तरम् अनेकाल्षित् सर्वस्य तत् वदति अनेकाल् स्थानी अपि अस्ति, अनेकाल् आदेशः अपि अस्ति इति। सर्वस्य इत्युक्ते सर्वस् स्थानी यदि एक अनेकाल् भवति तत् सर्वम् अपगच्छति, तस्य स्थाने अनेकाल् आदेशः आगच्छति इति। सर्वस्य इत्यस्य तदेव अर्थः, सर्वस्य स्थाने सर्वस्य आगच्छति। हा, इत्युक्ते तत्र कथं चिन्तनीयम् इति चेत्, प्रथमम् अलोन्त्यस्य, यद्यपि सूत्रक्रमं पश्यामः चेत् अष्टाध्यायी सूत्रपाठे प्रथमं तत्र अलोन्त्यस्य इति अस्ति, तदनन्तरं निच्च इति अस्ति, तदनन्तरम् अनेकाचित् सर्वस्य इति अस्ति। तत्र मध्ये अपि आदेः परस्य इति भिन्नसूत्रमपि अस्ति, इत्युक्ते चत्वारि सूत्राणि सन्ति आदेशस्य निर्णयार्थं, चत्वारि सूत्राणि सन्ति अलोन्त्यस्य, निच्च, आदेः परस्य, अनेकाल् षित् सर्वस्य। इदानीम् आदेः परस्य इत्यस्य प्रसङ्गः नास्ति इति कृत्वा तस्मिन् विषये चिन्तनं न कुर्मः। अत्र त्रीणि सूत्राणि सन्ति अलोन्त्यस्य, निच्च, अनेकाश्चित् सर्वस्य। अत्र अनेकाश्चित् सर्वस्य इत्यस्य अनन्तरमपि निच्च इति सूत्रं स्थापयितुं शक्यते आसीत्, परन्तु किमर्थं पूर्वं, यदि अनन्तरं स्थाप्यते चेत् अस्माकम् अवगमनम् इतोपि सम्यक् भवति, परन्तु किमर्थं पूर्वं स्थापितम्? अन्तः इति अलोन्त्यस्य एव अनुवृत्तिः भवति किल, अनुवृत्तिवशात् एव तत्र अलोन्त्यस्य इत्यस्य अनन्तरं निच्च इति उक्तं। निच्च इति उक्तत्वात् यथा अलोन्त्यस्य इत्यत्र अन्तादेशः, तथैव निच्च इत्यत्रापि अन्तादेशः इति वक्तुं मध्ये एव स्थापितमस्ति। वस्तुतः अनेकाश्चित् प्रथमम् अलोन्त्यस्य इति सूत्रेण अन्तादेशः भवति, तद् यत्र तत् तस्य अपवादरूपेण अनेकाश्चित् सर्वस्य, आदेशः अनेकाल् अस्ति चेत् अथवा षित् अस्ति तदानीं सर्वस्य स्थाने आदेशः भवति. तस्य अपवादः निच्च. तस्य अपवादः निच्च, तर्हि निच्च इत्यनेन आदेशः अनेकाल् भवेत् इति वयम् अवगन्तुं शक्नुमः. साक्षात् सूत्रे न उक्तं, तथापि वयम् अवगन्तुं शक्नुमः अत्र नित् आदेशः अनेकाल् अस्ति चेत् एव तत्र अन्तादेशः भवति, नो चेत् अलोन्त्यस्य इत्यनेनैव अन्तादेशः भवितुम् अर्हति. अलोन्त्यस्य इत्यत्र एकः अल् अनेकः अल् इति न उक्तं, किमपि न उक्तम्. अल् अलः स्थाने अन्तादेशः इति उक्तम्. अलः स्थाने अन्त्यस्य अलः स्थाने आदेशः इति उक्तं. तर्हि अन्त्यस्य अलः स्थाने इत्युक्ते अन्तिम अल् वर्णस्य स्थाने आदेशः भवति इति तत्र स्पष्टतया अन्तिम अल् वर्णः इति वयम् अवगन्तुं शक्नुमः. तर्हि अल् अनेकाल् इत्यस्य प्रसङ्गः नास्ति, यतोहि अन्त्यस्य अलः इति उक्तत्वात् तस्य अपवादः अस्ति अनेकाल् षित् सर्वस्य. तर्हि तस्यापि अपवादः इष्यते यत्र आदेशः अनेकाल् अपि अस्ति नित् अपि अस्ति, परन्तु सम्पूर्णतया वयं न इच्छामः, सम्पूर्णस्य स्थानेन वयं न इच्छामः रूपसिद्ध्यर्थं. तर्हि तत्र अन्तादेशः भवति. तस्य उदाहरणम् अचिष्णु धातु भ्रुवां युवर् याङ्ग् वङ्गौ इति एव. भगिनि अत्र निच्च इति सूत्रे अनेकाल् अपि च सर्वस्य इति कथं ज्ञातव्यम्? न, सर्वस्य अनेकाल् इति सर्वस्य इत्यस्य अवसरः नास्ति. अनेकाल् सर्वस्य परसूत्रमस्ति, निच्च पूर्वमेव भवति. कथं सर्वस्य अपि च अनेकाल् अनुवृत्ति अपि नास्ति तत्र? न न, सर्वस्य इत्यस्य आवश्यकता नास्ति. किमर्थं सर्वस्य इत्यस्य आवश्यकता? सर्वस्य इत्यस्य आवश्यकता नास्ति. निच्च इत्यनेन केवलम् अन्तादेशः खलु. निच्च इत्यनेन अन्त्यस्य अलः स्थाने आदेशः. इदानीम् अन्त्यस्य अलः स्थाने आदेशं कर्तुं सूत्रद्वयमस्ति खलु. सूत्रद्वयमस्ति अन्त्यस्य आदेशं कर्तुं सूत्रद्वयमस्ति. सूत्रद्वयं किम्? अलोन्त्यस्य अपि च निच्च. अलोन्त्यस्य अपि च निच्च. सूत्रद्वयमपि समानकार्यं करोति इति तथा नास्ति खलु. अष्टाध्याय्यां प्रत्येकं सूत्रस्य भिन्नकार्यं भवति. तर्हि एकमेव कार्यं कर्तुं सूत्रद्वयम् आवश्यकं नास्ति. अतः वयम् अवगन्तुं शक्नुमः सूत्रद्वयोः सूत्रयोः भिन्नभिन्नकार्यं भवेत्, समानकार्यं नास्ति द्वयोः. इत्युक्ते प्रसङ्गः भिन्नः अस्ति. सूत्रद्वयमपि अन्त्यस्य स्थाने एव आदेशं विददाति, परन्तु द्वयोः भेदः कः इति चेत् अलोन्त्यस्य इत्यत्र अलः स्थाने आदेशः, अन्त्यस्य अलः स्थाने आदेशः इति उक्तं, परन्तु तस्य अनन्तरमेव निच्च इति उक्तत्वात् वयम् अवगन्तुं शक्नुमः तत्र निच्च इति सूत्रं वस्तुतः अनेकाल् अस्ति चेदेव निच्च इत्यस्य आवश्यकता अस्ति इति वयम् अवगन्तुं शक्नुमः. तत्र फलितार्थः अस्ति खलु. भगिनि, यदि अनेकाल् इति अपकर्षरूपेण पूर्वसूत्रे आयाति चेत् अन्त्यस्य अलः स्थाने अनेकाल् निच्च इति अनुवृत्तिसहितसूत्रं भवति चेत् सम्यक् भवति न? इति भवितुमर्हति. तत्र व्याख्यानेषु समीचीनं व्याख्यानेषु अपकर्षः इत्यस्य विषयः उक्तः वा इति एकवारं द्रष्टव्यं, परन्तु तथा अवगच्छामः चेत् समीचीनम्. अनेकाचित् सर्वस्य इत्यत्र अपकर्षः अस्ति इति उक्तं वा कुत्रचित् व्याख्यानेषु? न, यदि ज्ञच्च तत्र जिष्णुधातु ब्रुवां तत्र अनेकाल् अस्ति ञित्, तस्य आदेशं कुत्र भवति? ई तत्र एव भवति न? अन्त्य अलस्थाने अनेकाल् ञच्च इति स्वीकृतं भवति चेत् अवकर्षरूपेण स्वीकृतं करोति चेत् सम्यक् भवति. हा, समीचीनम्. अपकर्षरूपेण स्वीकुर्मः चेत् सम्यक् भवति, परन्तु तादृशं व्याख्यानेषु उक्तं वा इति एकवारं पश्यामि, दृष्ट्वा अनन्तरं वदामि तादृशम् उक्तं वा इति. तथापि न, अपकर्षरूपेण न स्वीकुर्मः चेदपि तादृशः अर्थः लभ्यते, तादृशः अर्थः लभ्यते. यतोहि अलोन्त्यस्य अपि च अनेकाचित् सर्वस्य इति सूत्रद्वयम् अस्ति. तर्हि अनेकाल् अस्ति चेत् सर्वस्य स्थाने आदेशः भवति इति कृत्वा तदनन्तरं पुनः निच्च इति उक्तत्वात् तर्हि निच्च इत्यत्र अनेकाल् यः आदेशः षिच्च सर्वस्य षष्टिनिर्देशस्य निर्दिष्टस्य स्थाने न भवति परन्तु अन्त्यस्य भवति इति वयम् अवगन्तुं शक्नुमः। तत्र इतोपि किञ्चित् व्याख्यानेषु किमपि अस्ति चेत् अहम् अनन्तरं सूचयिष्यामि, मया न पठितम् इदानीं, पठित्वा अनन्तरं सूचयिष्यामि। परन्तु अपकर्षः अस्ति वा नास्ति वा इति द्रष्टव्यम्। अपकर्षः इत्युक्ते सामान्यतया अनुवृत्तिः भवति खलु, पूर्वस्मात् सूत्रात् अग्रिमे सूत्रे अनुवृत्तिः भवति, परन्तु इदानीम् अनेकाचित् सर्वस्य इति सूत्रं तु निच्च इति सूत्रस्य अनन्तरम् अस्ति, तर्हि कथं वा अनेकाल इति पदं निच्च इति सूत्रे भवितुम् अर्हति इति चेत् अपकर्षरूपेण अग्रिमसूत्रात् पूर्वसूत्रे यदा आनयनं भवति तद् अपकर्षः। अनेकेः विपरीतम् इति सर् अस्ति, तत्कारणमेव अनुवृत्तिरूपेण न नीतवान् इति मम भाति। तत्र षित् इत्यस्य किं करोति? न न, अनेकाल् इति प्रथमं पदमेव स्वीकुर्मः, अनेकाल् अपि च षित् पदद्वयं न स्वीकुर्मः, केवलम् अनेकाल् इति स्वीकुर्मः वा इति महोदयस्य प्रश्नः। तादृशं व्याख्यानेषु उक्तं वा इति अहं पश्यामि इति उक्तं भवति इति समासः वा भगिनि? अनेकाश्चित् इत्यत्र समासः, अस्माकं करपत्रे अनेकाश्चित् सर्वस्य इत्यस्य व्याख्यानं पश्यतु एकवारम्, अस्ति खलु करपत्रे, पश्यामि एकवारं। तत्र किम् उक्तं? न एकः अनेकः नै तत्पुरुषः, अनेकः अल् यस्य सः अनेकाल् इति बहुव्रीहिः, सकारः इत्यस्य सः शित्, अतः अनेकाश्चित् च अनेकाश्चित् समाहारद्वन्द्वः, अनेकाश्चित् इति समाहारद्वन्द्वः, समीचीनं, समाहारद्वन्द्वः अस्ति इति कृत्वा अपकर्षः न भवति, समीचीनं समीचीनम्। अनेकाश्चित् च इति उत्तरं लब्धम्, अनेकाश्चित् च इति समाहारद्वन्द्वः अस्ति, द्वन्द्वसमासः अस्ति, अतः यत्र पदानि समासे भवन्ति तदानीं तत्र पृथक् कृत्य एकमेव पदम् अनुवृत्तिरूपेण स्वीकर्तुं न शक्यते, सम्पूर्णतया स्वीकर्तव्यं भवति, अनेकाल् अथवा षित् इति स्वीकर्तव्यं भवति, परन्तु निच्च इति सूत्रे तादृशविवक्षा नास्ति, षित् इत्यस्य विवक्षा नास्ति तत्र, केवलम् अनेकाल् इत्यस्य विवक्षा, अतः अपकर्षः न भवति, तथापि अवगमनं भवति, अपकर्षः नास्ति चेदपि अवगमनं भवति। अवगतं वा? नो चेत् भ्रमः अस्ति वा? मीना भगिनि, अवगतं भगिनि, मीना भगिनि स्पष्टता अस्ति वा? अस्ति वा भगिनि? मम ध्वनिः श्रूयते खलु? श्रूयते, अस्तु आं भगिनि। अस्तु भगिनि, क्षम्यतां भगिनि, मम एकः भ्रमः, किमर्थं ञित् इति विशेषवर्ण अस्ति अत्र, किमर्थं नित्य, किमर्थं ञित् एव विशेषवर्णम् अस्ति? न न, तत्र तत्र किम् इच्छति भवती ञित् इत्यस्य स्थाने, कित् इति इच्छति वा? किमपि अन्य कित् वा किमपि वर्ण न, तथा यदि तादृशं अल् क्षम्यताम्, अल् इति तु सर्वस्य वर्णस्य कृते दत्तमेव, किमर्थं ञित् अत्र दत्तम्? ञित् इति किमर्थं दत्तम् इति चेत् तत्र किमपि दातव्यं खलु, अत्र सङ्केतः दातव्यः खलु, सङ्केतः दातव्यः, सङ्केतार्थं तत्र ञित् इति उक्तं, ञित् इति तत्र उक्तत्वात् सर्वत्र समग्रदृष्टिः आवश्यकी अस्ति। अत्र निश्चय इति सूत्रे नित् इति उक्तम् इति कृत्वा अचिष्णु धातु ब्रुवम् इति सूत्रे अपि नित् इति उक्तम्, अनन्तरम् अचिष्णु धातु ब्रुवम् इत्यत्र इयङ् उवङ् इति उक्तं, तत्रापि नित् इति उक्तं, तर्हि एकं वर्णं स्वीकृत्य सम्पूर्णतया यत्र यत्र आवश्यकं तत्र सर्वत्र नित् इति योजितं। भवती नित् न इच्छति परन्तु अन्यत् किमपि इच्छति चेत् तदपि स्थापयितुं शक्नुमः, परन्तु समग्रतया द्रष्टव्यं भवति। अत्र पाणिनिः यत्र पित् इति उक्तं, तत्र किमर्थं पित् इति उक्तं वदतु, किमर्थं पित् इति उक्तं, तत्र उत्तरमस्ति वा? किमपि अन्यत् वक्तुं शक्यते खलु, तत्र किमपि अन्यत्, किमर्थं कट् इति न उक्तं, किमर्थं पित् संज्ञा एव इति इति एवम् अत्रापि किमर्थम् उक्तम् इति चेत् किमपि तत्र सङ्केतं दातव्यं, सङ्केतः दातव्यः इति कृत्वा तत्र नित् इति उक्तं तावदेव. अत्र नित् इति उक्तत्वात् सर्वत्र अन्यत्रापि नित् नित् नित् यत्र यत्र सूत्रेषु सर्वस्य स्थाने आदेशः इष्टः तत्र सर्वत्र नित् अपि योजितमस्ति, तावदेव सङ्केतः अस्ति. तत्र ऋषेः स्वेच्छा, पाणिनिमहर्षेः स्वेच्छा, स्वेच्छान् अनुगुणम् अस्तु भगिनि. धन्यवादः. तर्हि इदानीम् अग्रे अग्रे किञ्चित् पठामः. तत्र अग्रे मीना भगिनी पठति वा? आं भगिनि. यथा आचिष्णु धातु ब्रुवां यो यङौ स्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य ब्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयम् उवङ् च आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रं युवोः श्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङौ अचि. अग्रे पठामि वा? तावद् वदतु एकवारम्. अचिष्णु धातु ब्रुवायौ मुवङ् इति सूत्रं किं वदति चेत् इकार उकारयोः धातुरूपी इकार उकारयोः स्नु गण स्वादिगणे स्नु अस्ति तदनन्तरं वा उकारः अस्ति, उकारः अस्ति तत्र ब्रू धातु प्रातिपदिकं प्रातिपदिकरूपेण अपि तेषाम् अङ्गानां इकार उकारस्थाने इकारस्य इयङ् भवति उकारस्य उवङ् भवति. इयङ् इयङ् उवङ् इति अनेकाल् अनेकाल् भवति, नकार ङित् अपि भवति. तस्मात् सर्वादेशः भवति इति चिन्तयामि. शक्नु इति उकारस्य अन्त्यस्य उकारस्य इयङ् इति इयङ् उवङ् इति भवति भवति निति चेति निति चेति सूत्रेण अनेकाल् अनेका अनेकाल् आदेशः अस्ति. उव् भवति इका उकारस्य उव् भवति. अत्र हा अत्र समीचीनम्. अत्र युवोः श्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि इति उक्तम्. तर्हि कस्य स्थाने आदेशः इदानीम्? इकारस्य उकारस्य स्थाने इकारस्य स्थाने इयङ् भवति, इयङ् इति अकारः इत् भवति. अकारः उच्चारणार्थम् इति चिन्तयामि. इ भवति इकारस्य इ भवति उकारस्य उ भवति. अचिप्रत्यये पदे. समीचीनं समीचीनं, बहु समीचीनं, धन्यवादः भगिनी. इदानीम् अत्र लक्ष्मी भगिनी आगच्छतु, अत्र वदतु अत्र क्रमेण चिन्तनं कथं भवति. अत्र अचिष्णु धातु ब्रुवां युवर् याङ् वाङ्गौ इति सूत्रे क्रमेण चिन्तयामः चेत् तत्र कुत्र कथं तत्र चिन्तनं भवति? तत्र त्रीणि सूत्राणि सन्ति खलु, तानि स्वीकृत्य वदतु. आं भगिनि, अत्र अनुवृत्तिसहितसूत्रे अजादिप्रत्यये परे श्नु प्रत्ययाङ्गस्य उकारस्य स्थाने भ्रू प्रातिपदिकस्य उकारस्य स्थाने तदपरम् इकारान्तधातुरूपी इत्यस्य इकारस्य स्थाने उकारान्तधातुरूपी अङ्गस्य उकारस्य स्थाने क्रमेण यत्र ईकारः अस्ति तत्र इयम् उकारः अस्ति तत्र उवङ् इति आदेशः भवति इति उक्तम्. अत्र उवङ् इयम् इत्यत्र नकारः अस्ति, ङित् अस्ति, अतः स्थानीकः. इदानीं स्थानीकः स्थानी तु इदानीम् इकारान्तधातुरूपी स्वीकुर्मः चेत् धातुः तस्य अन्ते इकारः अस्ति, तदेव स्थानि इकारः स्थानि भवति इकारः स्थानि इति कथं जानीमः इकारः स्थानि इति युवोः इति उक्तं खलु अत्र सूत्रे एव युवोः इति उक्तत्वात् तत् ज्ञातुं शक्नुमः इत्यस्य स्थाने इयम् उवङ् इति आदेशः भवति न न न न योः इदानीं तत्र कयोः विशेषविशेषणभावः श्नुधातुध्रुवाम् अङ्गानाम् इत्यत्र तत्र अङ्गानाम् इति षष्ठी बहुवचने अस्ति कति कार्याणि सन्ति कति कार्याणि सन्ति त्रीणि कार्याणि सन्ति त्रीणि वाक्यानि वदतु तत्र त्रीणि कार्याणि सन्ति तर्हि त्रीणि वाक्यानि वदतु अङ्गानां स्वीकृत्य श्नुप्रत्यय अङ्गस्य उकारस्य स्थाने उवङ् आदेशः भवति एकमस्ति श्नु अङ्गम् श्नु अङ्गम् इति वदामः चेत् श्नु प्रत्यान्तम् अङ्गम् इति एकं सत्यं श्नु इति कथयत्र केवलं प्रत्ययः एव उक्तः यत्र प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया श्नु अङ्गम् इति वदामः चेत् श्नु प्रत्यान्तम् अङ्गम् इति एकं कार्यम् अस्तु तर्हि श्नु प्रत्यान्त अङ्गस्य उकारस्य भवति वा इति चिन्तयामः श्नु प्रत्यान्त अङ्गस्य इति अस्ति एकं द्वितीयं द्वितीयं तु ब्रू प्रातिपदिकस्य उकारस्य स्थाने उवङ् इति ब्रू प्रातिपदिकम् इति इदानीं त्यजामः ब्रू प्रातिपदिकस्य इति अस्ति तदपि अस्ति ब्रू प्रातिपदिकस्य ब्रू अङ्गस्य यद्यपि प्रातिपदिकमस्ति परन्तु ब्रू अङ्गस्य तत्रापि ब्रू अङ्गस्य श्नु अङ्गस्य ब्रू अङ्गस्य अनन्तरं ततः परम् इकारान्तधातुरूपी अङ्गस्य न चेत् उकारान्तधातुरूपी अङ्गस्य च उकारस्य स्थाने न न स्थाने इति इदानीं न वदतु तादृशं तावत्पर्यन्तं न प्राप्तम् इदानीं केवलं विशेषभावः एव ज्ञातः खलु उकारान्तधातुरूपी अङ्गस्य तर्हि इदानीं तत्र श्नुप्रत्यान्त अङ्गं श्नु इति अङ्गं अनन्तरं ब्रू इति अङ्गं युवोः धातुः अङ्गं युवोः धात्वोः अङ्गम् इति अस्ति युवोः धात्वोः अङ्गयोः इदानीं युवोः धात्वोः अङ्गयोः इत्यत्र तदेव स्वीकृत्य इदानीं वदतु तत्र कथं ज्ञायते अन्त्यस्य स्थाने आदेशः इति कथं ज्ञायते तत्र अन्त्यस्य स्थाने इव इति वा इकारान्तधातुरूपी अस्ति तस्य अन्ते इकारः अस्ति इति न ज्ञायते इकारस्य अन्ते एव आदेशः इति न ज्ञायते न ज्ञायते त इदानीं किं ज्ञायते विशेषणविशेषभावः अस्ति इति किं ज्ञायते विशेषणविशेषभावस्येन विधिस्तदन्तस्य इत्यनेन यत्र विधिः भवति तत्र स्वं रूपमपि भवति तस्य विशेषणस्य अन्तिम वर्णस्य अपि ग्रहणं भवति विशेषणरूपेण ग्रहणं भवति अतः येन विधिस्तदन्तस्य इत्यनेन अन्तिम अत्र तु इकारान्तधातोः इकारान्तधातुः अस्ति तस्य अन्तिमभागस्य इति अर्थः भवति किन्तु एतत् अत्र समीचीनं तत्र युवोः धात्वोः अङ्गयोः इति उक्तत्वात् तर्हि तत्र किं ज्ञायते येन विधिस्तदन्तस्य इत्यनेन किं ज्ञायते तत्र धातुरूपी अङ्गं यत्र इकारः अथवा उकारः उकाररूपी अङ्गम् अथवा इकाररूपी अङ्गं धातुरूपी अङ्गम् अस्ति इति एकं नो चेत् तादृश अङ्गं यस्य अन्ते इकारः उकारः अस्ति द्वयोः अपि ग्रहणं खलु सत्यं तदनन्तरं ऊ इति अङ्गं न केवलम् इ अथवा उ इति अङ्गं, किन्तु अङ्गस्य अन्ते इकारः अथवा उकारः भवति इत्यस्य अर्थः इति ग्रहणं. तर्हि तादृशमस्ति चेत् तत्र कस्य स्थाने आदेशः? अन्त्यस्य अलस्य अलः स्थाने. अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य आदेशः. अलोन्त्यस्य इति नास्ति चेत् किं भवति? निच्च. अलोन्त्यस्य इति न भवति चेत् अत्र इयङ् उवङौ इति अनेकाल् अस्ति, अतः तावत्पर्यन्तम् आगच्छतु, तावत्पर्यन्तम् आगच्छतु. अनेकाचित् सर्वस्य अलोन्त्यस्य किमपि नास्ति, तदानीं किं भवति? सम्पूर्ण अङ्गस्य स्थाने, सम्पूर्ण अङ्गस्य स्थाने आदेशः भवति. तथा न भवतु इति कृत्वा अलोन्त्यस्य इति सूत्रं प्रथमम् आगत्य वदति न, सम्पूर्ण अङ्गस्य स्थाने आदेशः नास्ति, परन्तु अन्त्यवर्णस्य स्थाने आदेशः. तर्हि अन्त्यवर्णः अस्ति इकारः अथवा उकारः, तस्य स्थाने आदेशः क्रमेण इयङ् उवङ् इति आदेशः इति वदति खलु अलोन्त्यस्य इति सूत्रम्. आम्, तावत् बुद्धं खलु सर्वैः? आम्. इदानीं तदनन्तरं किं भवति? इदानीम् अलोन्त्यस्य इति परिभाषासूत्रम् आगत्य अन्तिमस्थाने एव आदेशः भवति इति भवेत्. किन्तु अत्र इयम् इत्यत्र अनेकाल् अस्ति इति कृत्वा अनेकाल्चित् सर्वस्य इत्यस्यापि प्रसक्तिः अस्ति. इयम् इति अनेकाल् अस्ति इति कृत्वा सर्वस्य स्थाने आदेशः भवेत्. हा, समीचीनं. तर्हि इदानीम् इयङ् उवङ् इति अनेकाल् अस्ति इति कृत्वा अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकाश्चित् सर्वस्य इति सूत्रेण सर्वस्य स्थाने आदेशः भवति इति वयम् अवगन्तुं शक्नुमः. तत्पश्चात् निश्च इति सूत्रम् आगच्छति. निश्च इति सूत्रं वदति यदि आदेशे ङित् आदेशः ङित् अस्ति चेत् तत्र एकाल् भवतु अनेकाल् भवतु अन्तादेशः एव भवति इति एतत् सूत्रम् अपवादरूपेण कार्यं करोति. हा, समीचीनम्. अतः तर्हि इदानीं हा इयङ् उवङ् इति सूत्रे तत्र नित् अस्ति, यतोहि नकारस्य इत्संज्ञा अस्ति उभयत्र. इयङ् इत्यत्र अन्ते यः नकारः अस्ति तस्य इत्संज्ञा, उवङ् इत्यत्र अपि नकारस्य इत्संज्ञा, अतः द्वयमपि नितौ इति कृत्वा अत्र इदानीम् अनेकाश्चित् सर्वस्य इति सूत्रं प्रबाद्य आदेशः अनेकाल् अपि अस्ति, नित् अपि अस्ति इति कृत्वा पुनः अन्तादेशः भवति इति कृत्वा अन्तिम अङ्गस्य अन्तिम इकारस्य उकारस्य स्थाने इयङ् उवङ् आदेशः भवति अचिपरे इति सूत्रार्थः लभ्यते. अस्तु, समीचीनम्. इदानीं तत्र वंशीभगिनी अग्रे पठतु. आं भगिनि, तुदादिगणे वा ततः वा तुदादिगणे श इति विकरणप्रत्ययः, अनुबन्धलोपे अ इति अजादिप्रत्ययः, रीगतौ इति इकारान्तधातुः, अचिष्णु धातु ब्रुवां युवोरियङ्गुवङ्गौ इत्यनेन अचि परे इकारान्तधातूनाम् इयङ् आदेशः. इयङ् इति आदेशः अनेकाल् किन्तु नित् अपि अस्ति, अतः निच्च इति सूत्रेण अन्तादेशः. अस्तु, तुदादिगणे श इति विकरणप्रत्ययः अस्ति, तदा तत्र लोपानन्तरम् अनुबन्धलोपानन्तरम् आ इति अवशिष्यते, अतः अजादिप्रत्ययः भवति. रीधातु अस्ति, तस्य तत्र इकारान्तधातु अस्ति. अत्र री इत्यस्मिन् यदि तुदादिगणे इति री धातु अस्ति, विकरणप्रत्यययोजनानन्तरं रीयोगः अ इति भवति. तत्र अच् उदाहरणमपि पठामि वा भगिनी? तत्र तुदादिगणे रीगतौ, रीयोगः श, तदनन्तरं रीयोगः अ, अचिष्णु धातु ब्रुवां युवो इयङ्गुवङ्गौ इत्यनेन अचि परे इयङ्गादेशः, निच्च इत्यनेन स च अन्तादेशः, ऋकारः रेफः योगः इय योगः अ रिया इति अङ्गं, रियायोगः इति रियति. अस्तु, तत्र तुदादिगणे तुदादिगणे अस्ति. अन्तिमवाक्यमपि पठतु. वैशिष्ट्यम् अत्र इदं यत् इयङ् आदेशः नित् इत्यस्य अन्यत् किमपि कार्यं नास्ति. नित्वात् अन्त्यादेशः इत्येव प्रयोजनम्. अस्तु, अस्मिन् उदाहरणे रीधातो विषयः अस्ति. रीधातु तुदादिगणे धातु अस्ति, गतौ इति अर्थे अस्ति. री तुदादिगणे तु शा विकरणप्रत्ययः अस्ति. रीयोगः शा इति योजयामः, शकारः अपगच्छति, रीयोगः अ भवति. यदा री इत्यस्मिन् इकारान्त धातुरूपी अङ्गं भवति, तस्मात् परं यदि अजादिप्रत्ययः अस्ति, तत्र अचिष्णु धातु ब्रुवां युवो इङ्गौ इत्यस्य प्रसक्तिः अस्ति, अपि च प्राप्तिः अपि अस्ति. अतः तत्र इयङ् धातुरूपी अङ्गम् इत्यस्मिन् यदा री इत्यस्मिन् इकारः अस्ति, तस्य स्थाने इयङ् इति आदेशः भवति. इयङ् इत्यस्मिन् ञकारस्य संज्ञा भूत्वा अकारः उच्चारणार्थम् इय इति आदेशः भवति. अतः तत्र निच्छ इति सूत्रेण अन्तादेशः भवति. यतोहि इयङ् इत्यस्मिन् ञकारः इत्संज्ञा अस्ति, अतः नित् अस्ति. नित् इति कारणेन तत्र अन्त्यादेशः भवति, न तु सर्वादेशः. अतः तत्र रि इत्यस्मिन् यत् इकारः अस्ति, इकारस्य स्थाने इय इति आदेशः भवति. रकारः योगः इय, तदनन्तरं विकरणप्रत्ययस्य अकारः अस्ति, अतः तत्र रीय इति अङ्गं भवति. तस्मात् अनन्तरं यदि तीप् योजय तिप् इति योजयामः, तत्र रियति इति अन्तिमरूपम् अस्ति. अस्मिन् उदाहरणे तत्र निच्च इयङ् इत्यस्मिन् आदेशे नित् किमर्थं तत्र योजितम् इत्युक्ते, तत्र नित् इत्यस्म नित् इति कारणेन एव तत्र अन्त्यादेशः भवति. यदि इयङ् इति अनेकाल् अस्ति, इकारः यकारः अकारः ञकारः अस्ति, अनेकाल् वर्णः अस्ति, अनेकाल् वर्णः अस्ति चेत् अपि तत्र अन्त्यादेशः एव भवति, सर्वादेशः न भवति इति वक्तुं तत्र नित् इति योजितम् आदेशे इति तस्य प्रयोजनमपि अस्ति इति उक्तं भगिनी तत्र. समीचीनम्. तर्हि अचिष्णु धातुभ्रुवाम् इति सूत्रे इयङ् वङ्गौ इत्यत्र नित्वस्य प्रयोजनं किम् इति चेत् निच्च इति सूत्रमेव प्रयोजनम्. तर्हि मीना भगिनी पश्यतु, कथं जानीमः निच्च इति सूत्रे अनेकाल् अपि भवेत् इति चेत्, तत्र यानि यानि सूत्राणि अथवा येषु सूत्रेषु आदेशे नित्वं योजितम् अस्ति तत्र सर्वत्र अनेकाल् एव अस्ति. यत्किमपि सूत्रं भवति स्वीकरोतु, यत्र आदेशे नित्वम् अस्ति तत्र सर्वत्र, यत्र यत्र नित्वम् अस्ति तत्र सर्वत्र अनेकाल्त्वमपि अस्ति इति कृत्वा वयम् अवगन्तुं शक्नुमः अनेकाल्त्वम् अस्ति चेदेव निच्च इति कार्यं करोति इति वयम् अवगन्तुं शक्नुमः. अत्र इयङ् उवङ् उवङ्गौ इत्यत्र नित्वम् अपि अस्ति, तर्हि अत्र अनेकाल्चित् अत्र किम् अलोन्त्यस्य इति सूत्रमपि भवितुमर्हति, अनेकाचित् सर्वस्य इति सूत्रमपि भवितुमर्हति, निच्च इति अपि सूत्रं भवितुमर्हति. तर्हि एतेषां त्रयाणां सूत्राणामपि पृथक् पृथक् क्षेत्रम् अस्ति, सर्वेषाम् एकत्र कार्यं नास्ति, सर्वेषां पृथक् पृथक् क्षेत्रमस्ति. अत्र अस्मिन् सूत्रे नित्वस्य किं प्रयोजनम्? यदि इत्संज्ञकवर्णः अस्ति चेत् तस्य प्रयोजनं किम् इति वक्तव्यं. तर्हि अत्र इत्संज्ञकवर्णस्य प्रयोजनं किम् इति चेत् निच्च इति एव तस्य प्रयोजनमस्ति. अतः येषु सूत्रेषु आदेशे नित्वम् उक्तं तत्र सर्वत्र आदेशः अनेकाल् एव अस्ति इति कृत्वा वयं वक्तुं शक्नुमः निच्च इति सूत्रे अनेकाल् अस्ति चेदेव कार्यं करोति इति साक्षात् वयं द्रष्टुं शक्नुमः. अतः अनुवृत्तिः, अपकर्षः यत्किमपि तस्य आवश्यकता एव नास्ति. अपकर्षः इति किं भगिनि? अनुवृत्तिः इत्युक्ते पूर्वस्मात् सूत्रात् किमपि पदं वयम् आनयामः अग्रिमे सूत्रे, खलु? अपकर्षः इत्युक्ते एकं सूत्रमस्ति, तस्य अनन्तरम् अन्यत् सूत्रमस्ति, तस्मात् एकं पदं वयं पूर्वस्मिन् सूत्रे आनयामः चेत् तद् अपकर्षः. सामान्यतया अष्टाध्याय्याम् अपकर्षः नास्ति, परन्तु कुत्रचित् केषुचित् स्थलेषु भवति, बहु विरलतया, सर्वत्र नास्ति, केषुचित् विरलतया भवति अपकर्षः अपि भवति. अस्तु, अत्र अनेकाल् इति अपकर्षः वा? नास्ति अनेकाल् इति अपकर्षः नास्ति यतोहि अनेकाल् इति तत्र समासे अस्ति अनेकाल् षित् इति तत्र अनेकाल् षित् सर्वस्य इति सूत्रात् इत्यस्मात् सूत्रात् अनेकाल् इति पदस्य अपकर्षः भवति वा इति प्रश्ने सति न भवति न भवितुम् अर्हति किमर्थम् इति चेत् अनेकाल्षित् इति समस्तपदमस्ति अतः अनुवृत्ति अपकर्षः इच्छामः अपकर्षम् इच्छामः चेत् सम्पूर्णतया भवेत् अनेकाल्षित् द्वयोः अपि ग्रहणं भवेत् परन्तु निच्च इति सूत्रे षित् इत्यस्य प्रयोजनं नास्ति निच्च इति सूत्रे षित् इत्यस्य प्रयोजनं नास्ति अतः अपकर्षः न भवितुमर्हति एकमेव तत्र पार्शियलि अपकर्षणं न भवितुमर्हति समस्तपदात् वयं पृथक् कर्तुं न शक्नुमः खलु समासः अस्ति इत्युक्ते एकं पदम् अस्ति अनेकाल् षित् इति एकं पदमस्ति तस्मात् केवलम् अनेकाल् इत्यस्य ग्रहणम् उपरि न भवितुमर्हति अतः अपकर्षः नास्ति अपकर्षस्य आवश्यकता अपि नास्ति किमर्थम् आवश्यकता नास्ति यतोहि यत्र यत्र सूत्रेषु नित्वम् उक्तमस्ति आदेशे तत्र सर्वत्र आदेशः अनेकाल् एव अतः क्लेशः एव नास्ति सूत्रं पश्यति चेत् ज्ञायते यथा अचिष्णु धातु ब्रुवम् इति पश्यति तत्र यङ् उवङ् इत्यत्र अनेकाल् एव अस्ति खलु नित्वमपि अस्ति अनेकाल्त्वमपि अस्ति अतः यत्र यत्र आदेशे यत्किमपि सूत्रं स्वीकरोतु तत्र आदेशे नित्वम् अस्ति चेत् अनेकाल्त्वमपि भवति तत्र द्रष्टुं शक्नुमः अन्यानि उदाहरणानि अग्रिमसप्ताहे अहं वक्ष्यामि परन्तु यत्र यत्र सूत्रेषु नित्वम् अस्ति तत्र सर्वत्र अनेकाल्त्वमपि अस्ति साक्षात् भवती द्रष्टुं शक्नोति अष्टाध्यायीं पश्यति चेत् अवङ्ग सूत्रेषु यत्र यत्र नित्वम् अस्ति इति पश्यति चेत् सर्वत्र किम् उक्तवती अवङ् स्फोटायनस्य इति उक्तं वा अवङ् स्फोटायनस्य आनङ् इति मातृ हा अवङ् स्फोटायनस्य इति एकं सूत्रमस्ति तत्रापि पश्यतु तत्र आदेशः कः अव अवङ् अवङ् इत्यत्र अव इति अवङ् इति आदेशः अनेकाल् अस्ति पश्यति वा अवङ् स्फोटायनस्य इति सूत्रे पदसंज्ञकस्य गोशब्दस्य स्वरे परे विकल्पेन अवङ् आदेशः भवति गो इति शब्दस्य अवङ् इति आदेशः भवति अवङ् इति आदेशे नित्वम् अपि अस्ति अनेकाल्त्वम् अपि अस्ति अतः गाव गाव इति भवति गाव इति रूपं सिद्ध्यति गो इत्यस्य अव इति आदेशः तत्रापि नित्वम् अस्ति अतः यत्र यत्र अनेकाल्त्वम् अस्ति तत्र सर्वत्र नित्वं नित्वमपि योजितं चेत् निच्च इत्यस्य कार्यम् इति वयम् अवगन्तुं शक्नुमः तर्हि गाव नास्ति भगिनि गवाग्रम् इति आयाति दीर्घत्वमपि भवति वा ग योगः ओ इति अस्ति ओकारस्य स्थाने अव इति आयाति गव इति भवति परन्तु अग्रम् इति शब्दः यदि अग्रम् इत्युक्ते अकार अदन्त पूर्वं भवति चेत् एव अस्य सूत्रस्य कार्यं भवति सो गोग्रम् इति भवति अथवा गवाग्रम् इति भवति अवङ् स्फोटायन गोग्रम् इति अन्यत् सूत्रं सर्वं कार्यं कृत्वा तत्सर्वं भवति तत्सर्वम् अहं न वदामि सम्पूर्णरूपं गवाग्रम् इति भवति गवाग्रम् गवाग्रम् इति एकक्षणं तत्सर्वम् अहं न वदामि अहं केवलं किं वदामि इति चेत् गोशब्दस्य स्थाने अवङ् इति आदेशः तत्र ओकारस्य स्थाने अवङ् इति आदेशः भवति खलु ओकारस्य स्थाने अव इति यतोहि अन्तादेशः अस्ति अन्तादेशः अस्ति निच्च इति सूत्रेण अन्तादेशः अस्ति अतः गव् इति तत्र भवति तदनन्तरं कार्यं किमपि भूत्वा गवाग्रं यत्किमपि भवतु तस्य विषये चिन्ता नास्ति इदानीं खलु मम उद्देशः कः इति चेत् अवङ् स्फोटायनस्य इति सूत्रे अपि अवङ् इति आदेशः अनेकाल् अपि अस्ति नित् अपि अस्ति इति कृत्वा अन्तादेशः इति तावदेव अस्ति तत्र विवरणम् इदानीम् आवश्यकं नास्ति नास्ति खलु गोमती भगिनी किमस्ति अत्र अव इति आदेशः भवति गव अग्रम् अकसवर्णदीर्घसन्धि भूत्वा गव अग्रम् इति तत्सर्वम् इदानीं मास्तु इति अहं सर्वं भवतु तत् प्रक्रिया वयं जानीमः अस्तु तद् जानीमः. तत्र मम उद्देशः कः, तद् अवङ्स्फोटायनस्य इति सूत्रे नित्वमपि अस्ति अनेकाल्त्वमपि अस्ति इति तावदेव अहं वक्तुमिच्छामि. तत्र प्रक्रिया कथं भवति इति भिन्नविषयः. अस्तु, सर्वत्र ङकारः आयाति चेत् अनेकाल एव अस्ति, चत्वारः आदेशः तदेव. सर्वत्र पश्यन्तु, यत्र कुत्रापि नित्वम् अस्ति तत्र सर्वत्र अनेकाल्त्वमपि अस्ति. अतः सूत्रे न उक्तं चेदपि क्लेशः नास्ति. तत्र साक्षात् तत्र पाणिनिः साक्षात् प्रदर्शितवान् सूत्रे एव, यत्र यत्र नित्वम् अस्ति तत्र अनेकाल्त्वमपि अस्ति इति तस् स्वयमेव उक्तवान्, अनुक्त्वा अपि उक्तवान्. अस्तु, इदानीम् अरुणभगिनी अग्रे पठति वा. नमस्ते भगिनि. चतुर्थबिन्दु, अधुना तातङ्ग् आदेशः अपि अनेकाल् नित् च, अतः नियमानुसृत्य निच्च इत्यनेन अन्तादेशः अन्तस्य अलहस्थाने स्यात्, यथा थिप् स्थाने तु आगच्छति, तुह्योस्तातङ्ग् आशिष्यन्तरस्यां निच्च इत्यनेन उकारस्य स्थाने तातङ्ग् आगच्छति, तु योगः तात्. अत्र लोट्लकारे तातङ्ग् आदेशः प्रथमपुरुषे एकवचनं, द्वितीय मध्यमपुरुषे एकवचनं लापि प्रत्यये आगच्छति. अत्र तातङ्ग् इति अनेकाल् अस्ति, नित् अस्ति, नित् प्रत्यय अस्ति. अतः नित्य नियम अनुसारेण निच्च इति सूत्रेण प्रथमम् आदेशः अन्त्यस्य अलहस्थाने भवति. उदाहरणं दत्तं, तिप् स्थाने तु, तुष्योस्तत्तङ् आशिष्यान्तरस्यां निच्च इति सूत्रेण उकारस्थाने तातङ्ग् अत्र उ अस्ति, तकारस्थाने अङ्गमस्ति, ततः उकारस्थाने तातङ्ग् आदेशः भवति. उकारस्य स्थाने तातङ्ग् आदेशः कस्य स्थाने, तिप् इत्यस्मात् तत्र एरुः इति सूत्रेण तु इति भवति खलु. तर्हि तदानीं तु इति जातं चेत् तदानीम् उकारस्य स्थाने. वदतु. तातङ्ग् नत्वं हलन्तम् इति सूत्रेण, हलन्तम् इति सूत्रेण अपगच्छति, तात् एव अवशिष्यति. योगः तादेव आगच्छति. एवम् एवं भवति चेत् इष्टरूपं प्राप्नुमः वा. तात् इति वदामः चेत् इष्टरूपम् अस्ति वा तत् नास्ति. इष्टसिद्धप्रत्ययः कः. तादेव न तु तात्. तर्हि अत्र तुह्योस्तातङ्ग् आशिष्यन्यतरस्याम् इत्यत्र तातङ्ग् इति अनेकालपि अस्ति, नित् अपि अस्ति. अतः निच्च इति सूत्रेण अन्तादेशः भवेत् इति वयं चिन्तयामः. परन्तु तथा भवति चेत् क्लेशः भवति, इष्टरूपं न प्राप्नुमः. इष्टरूपम् अस्ति तातेव, परन्तु अत्र तथा न प्राप्नुमः, अतः क्लेशः. तर्हि क्लेशस्य निवारणं कथम् इति अग्रे पश्यामः. अस्तु, गीताञ्जलि भगिनी अग्रे. धन्यवादः. धन्यवादः. वा गीताञ्जलि भगिनी श्रूयते भगिनी. हा श्रूयते. श्रूयते भगिनि. किन्तु एवं भवति चेत् सिद्धं रूपं तात् तत्तु इष्टरूपं नास्ति. कथं वदामः भगिनी, तात् तात् तात् तदेव, तत्र उच्चारणक्लेशः. ओ अस्तु अस्तु, तत् तात् अस्तु. तत्तु इष्टरूपं नास्ति. इष्टम् अस्ति तात् नाम तु स्थाने सर्वादेशः. तदर्थम् अनेकाल्षित् सर्वस्य इत्यनेन कार्यं स्यात्, परन्तु तातङ्ित् तस्मात् इष्टसूत्रेण कार्यं कथं साधयितुं शक्येत। इत्युक्ते तुह्योस्तातं शिष्यन् आशिष्यन्यतरस्याम् इति सूत्रेण तु स्थाने तात् इति तात् इति आदेशः भवति, किन्तु अत्र दत्तं किन्तु सिद्धरूपं तात् इति इष्टरूपं नास्ति चेत् अनेकाल्षित् सर्वस्य इति सूत्रेण वयं जानीमः सर्वस्य स्थाने आदेशः भवति, इत्युक्ते अनेकाल्षित् सर्वस्य स्थाने आदेशः भवति चेत् तात् आदेशः भवति, किन्तु तत्तु इष्टरूपं नास्ति, तदा किं करणीयम् इति प्रश्न उदेति। हा, अनेकचित् सर्वस्य इत्यनेन कार्यं भवति चेत् किं भवति? अनेकचित् सर्वस्य वदति केवल अन्तिमवर्णस्य स्थाने आदेशः किन्तु अनेकाल् इत्युक्ते अनेकस्य अल् वर्णस्य स्थाने आदेशः भवेत् इति। न न न न न अनेकस्य अल् वर्णस्य स्थाने आदेशः इति न उक्तं तत्र, तथा नास्ति। आदेशः अनेकाल् अस्ति चेत् सम्पूर्णस्य अङ्गस्य वा पदस्य वा यत्किमपि अस्ति तस्य स्थाने आदेशः। इदानीं तत्र अङ्गे तत्र एकः एव अल्वर्णः अस्ति चेदपि सम्पूर्णस्य भवति, तर्हि स्थानी अनेकाल् अस्ति इति नास्ति खलु। स्थानिनि अनेके वर्णाः सन्ति इति नास्ति, परन्तु अत्र अनेकाल् षित् इत्यनेन अनेकाल् आदेशस्य विषये उक्तं, न तु स्थानिनः विषये। भेदः भेदम् अवगच्छति? अवगतम् इत्युक्ते आदेश अनेक अल् वर्णस्य आदेशः इति स्थाने नास्ति। अत्र अनेके अल् वर्णः कः? अनेके अल् वर्णयुक्त आदेशः कः? आदेशः कः अत्र? तात् इति आदेशः अनेकाल् अस्ति खलु। हा, तात् इति आदेशः अनेकाल् अस्ति, अतः सर्वस्य स्थाने सर्वं किम् अस्ति अत्र? सर्वमिति तु इति सर्वस्य सम्पूर्णप्रत्ययस्य, तर्हि तथा भवति चेत् किं रूपं भवति? तकार उकार द्वयोः स्थाने तात् आदेश इति अस्ति। सत्यं, तर्हि तात् आदेशः भवति चेत् सम्पूर्णस्य तात् आदेशः भवति चेत् अन्तिमरूपं तात् इति भवति, तदेव इष्टरूपम्। यद्यपि सूत्रे नित् इति उक्तं, तर्हि निच्च इति सूत्रेण कार्यं भविष्यति चेत् इष्टरूपं न प्राप्नुमः, तत्र तत्तात् इति किमपि रूपं भवति, तद् इष्टरूपं नास्ति। इष्टरूपं प्राप्तुम् अनेकाल्षित् सर्वस्य इति सूत्रमत्र कार्यं कुर्यात्। तत् कथं भवति इति अग्रे चिन्तनीयं, तत् कथं भवितुम् अर्हति? निच्च इति सूत्रम् उक्तं खलु, कथम् अनेकाल्षित् सर्वस्य इत्यस्य कार्यं भविष्यति अत्र इति अत्र चिन्तनीयम्। तदर्थम् अग्रे पश्यामः। अस्तु, इदानीम् उषा भगिनी अग्रे पठतु। आं भगिनि, समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते। आसिः तुह्यो स्थातङ् वा स्यात् अनेकाल्त्वात् सर्वादेशः यद्यपि णिच इति अयम् अपवादः तदापि अनन्य अर्थ णित्वेत् णित्वेषु अनङ्गादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणात् अर्थतया सम्भवति प्रयोजनङ्कारे धातङ्गी मन्त्रं प्रवृत्तः परेण पुनः पठतु सम्भवत् सम्भवति अप्रयो सम्भवति सम्भवति नास्ति सम्भवत् सम्भवत् प्रयोजनङ्कारे धातङ्गी मन्त्रं प्रवृत्तः परेण बाध्यते इह उत्सर्ग अपवादस्योः अपि समबलत्वात् भवतात् तुह्योस्थातङ् आसिषि अन्यतरस्याम् इति सूत्रेण तातङ् इति तु इति स्थाने आदेशः विधीयते तु तातङ् इति णित्वात् णिच इति सूत्रेण णिच इति सूत्रेण अलोन्तस्य इत्यनेन अन्त्य आदेशः भवति णित् इति उक्तत्वात् तिप् इति ऐ मीन् तु स्थाने अन्त्य आदेशः भवति इत्युक्तत्वात् तु थात् इति भवति तत् इष्टरूपं नास्ति तत्कारणात् तातङ् इति अन्य अनेकाल् इत्युक्तत्वात् अनेकाल्चित् सर्वस्य इत्यनेन सम्पूर्ण तु इत्यस्य स्थाने तातङ् भवति तत् इष्टरूपम् अनेकाल्चित् सर्वस्य ग्रहणं हौ केन् अनेकाल्चित् सर्वस्य हौ केन् वि टेक् देट् इन्स्टेड् आफ् नित् सत्यं कथम् अनेकाल्चित् सर्वस्य इति सूत्रस्य कार्यम् अत्र भवति वस्तुतः निश्चयेन सूत्रस्य एव प्रसक्तिः अस्ति खलु इत्यस्य एव प्राप्तिः भवेत् खलु इति चेत् तस्य विषये सिद्धान्तकौमुद्यं किञ्चित् उक्तं तस्मिन् विषये किञ्चित् अग्रे पठामः अत्र उमा भगिनी अग्रे पठति वा धन्यवादः इदानीं यत्किमपि दीर्घवाक्यं पठितं तस्य विवरणम् अग्रे पठामः उमा भगिनी अग्रे यद्यपि निच्च इत्ययम् अपवादस्तथापि तदापि अनन्यार्थ णित्वेषु अनङ्गादिषु चरितार्थः अस्य अर्थः एवं यत् यद्यपि इच्छ 1153 इति अपवादभूतसूत्रेण तातङ् णित्वात् अन्त्यस्य अलः स्थाने स्यात् तथापि इदं सूत्रं निच्च अनन्यार्थ णित्वेषु अनङ्गादिषु चरितार्थः नाम येषाम् आदेशानां णित्वस्य एकम् एव प्रयोजनम् अन्तादेशः तेषां द्वारा निच्च इति सूत्रस्य साफल्यम् तेषु अनन्य अर्थ नित्येषु अनङ्गादिषु निच्च इति सूत्रस्य अर्थः पूरितः अत्र निच्च इति सूत्रस्य उपयोग्य सन्दर्भं वदति अस्य अर्थः अस्य अर्थः यद्यपि निच्च इति अपवादभूतसूत्रेण तातङ् णित्वात् अन्त्यस्य अलः स्थाने स्यात् ओके अत्र अत्र अन्ते अल् अर्णः अस्ति चेत् णित्वात् अपि ञिच्च इति सूत्रम् अपवादसूत्रेण तातञ्ञित्वात् इति उपयोगितव्यं. तथापि इदं सूत्रं ञिच्च अनन्यार्थञित्वे सम्पूर्णतया न अवगतम् अस्मि. अनन्यार्थञित्वेषु अनङ्गाधिचरितार्थः अस्य अर्थः न जानामि. नाम अनन्यार्थः इत्यस्य कः अर्थः? अनन्यार्थः अनन्यार्थ इति चेत् समासः कथं भवति तत्र? न अन्यः अनन्यार्थः न अन्यार्थः नित्वेषु अनङ्गादिषु. इत्युक्ते अत्र अग्रे एकं सूत्रमस्ति, अस्ति दधि सत्यक्ष्णाम् अनुदात्तः इति खलु. अस्ति दधि सक्ति अक्ष्णाम् अनङ् उदात्तः इति. तत्र तस्मिन् सूत्रे अनङ् इति आदेशः अस्ति. अनङ् इति आदेशः अस्ति दधि सक्ति अक्षि इत्येषां शब्दानां तृतीयविभक्तौ अजादिप्रत्यये परे अनङ्गादेशः भवति. अनङ्गादेशः तत्र अनङ्गादेशः अनेकाल् अपि अस्ति, नित् अपि अस्ति इति कृत्वा निच्च इत्यस्य प्रयोजनं तत्र भविष्यति. तत्र नित्वस्य अन्यप्रयोजनं नास्ति. अन्यप्रयोजनं किमपि नास्ति इति कृत्वा तस्मिन् सूत्रे अस्ति दधि सत्यक्ष्णान् अक्ष्णान् अनुदात्तः इति सूत्रे नित्वस्य प्रयोजनं भविष्यति. तत् सूत्रं सफलं भवति. निच्च इति सूत्रस्य व्यर्थता नास्ति. तस्य प्रयोजनम् अन्यत्र अस्ति, यत्र केवलं प्रयोजनं नित्वस्य अन्तादेशः एव. तादृशसूत्राणि सन्ति. तस्य एकम् उदाहरणमस्ति इदं सूत्रं. तत्र तु नित्वस्य प्रयोजनं भवति. अतः तुह्यो सातङ् आशिष्यो अन्यतरस्याम् इति सूत्रे यद्यपि तातङ् इत्यत्र नित् इति उक्तं, तथापि तत्र अन्तादेशं न कुर्मः चेदपि हानिः नास्ति. निश्चय इति सूत्रस्य व्यर्थता न भविष्यति. किमर्थम् इति चेत् अन्यानि सूत्राणि सन्ति यत्र निश्चय इत्यस्य प्रयोजनं भविष्यति. अतः सूत्रं व्यर्थं नास्ति. तदेव अत्र उक्तं, यद्यपि निश्चय इति अयम् अपवादः, यद्यपि निश्चय इति सूत्रम् अनेकाश्चित् सर्वस्य इत्यस्य अपवादः, तथापि अनन्यार्थनित्वेषु न अन्यार्थः नित्व आदेशाः नित् आदेशाः सन्ति. अन्येषु सूत्रेषु नित् आदेशाः सन्ति यत्र नित्वस्य अन्यत् प्रयोजनं नास्ति इति कृत्वा तेषु सूत्रेषु निच्च इति सूत्रस्य कार्यं भविष्यति एव. अतः निच्च इति सूत्रं व्यर्थं नास्ति. तस्य प्राप्तिः तुह्योस्तातङ् आशिष्यो अन्यतरस्याम् इति सूत्रे नास्ति चेदपि चिन्ता नास्ति इति एव वदति तत्र. अस्तु, इदानीम् अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि, अत्र सिद्धान्तकौमुदी वृत्तौ यत् पठितं तस्य अनन्तरं सिद्धान्तकौमुदीवृत्तौ अत्र सिद्धान्तकौमुदीवृत्तौ अङ्ग अङ्ग इत्यादेशस्य दृष्टान्तः दीयते. अङ्ग अपि अनेकाल् आदेशः निच्च. सिद्धान्तकौमुदी वदति अङ्ग अनङ्ग क्षम्यताम् अनङ्ग इत्यादेशस्य आदेशस्य दृष्टान्तः दीयते. अङ्ग अपि अनङ्ग अपि अनेकाल् आदेशः निच्च. अनङ्ग पदे अन अनेकाल् अस्ति, नित् अपि अस्ति. सूत्रमग्रे पठतु. अस्थिधरि श्वास अस्थिधरि कस्य क्ष्णां क्ष्णा मनु क्ष्णाम् अनङ्गधातः क्षम्यतां भगिनि तृतीयादि अजादि विभक्तिषु परेषु अस्ति दधि शक्ति अक्षि च येषां शब्दानाम् अनङ् आदेशः भवति सूत्रं वदति तृतीयादि अजादि विभक्तिप्रत्ययेषु परेषु धातुः अङ्गम् अस्ति अस्ति दधि शक्ति अक्षि येषां शब्दानाम् अनङ् आदेशः भवति तृतीयविभक्तौ अजादिप्रत्ययपरे अनङ् अजादिप्रत्यये अस्ति अनङ्ग अजादिप्रत्ययः नास्ति अनङ् इति आदेशः अनङ् आदेशः अस्ति नित् अस्ति चेत् अन्तिमवर्णस्य स्थाने अन् आदेशः भवति सत्यम् अस्मिन् सूत्रे अपि अनङ् आदेशः अनेकालपि अस्ति नित् अपि अस्ति पश्यतु मीना भगिनि अत्रापि अनङ् आदेशः नित् अस्ति अनेकालपि अस्ति यत्र यत्र अतः यत्र कुत्रापि नित्वम् अस्ति आदेशे तत्र सर्वत्र अनेकाल्त्वमपि अस्ति तर्हि इदानीं तत्र अत्र किम् उच्यते इति चेत् निच्च इति सूत्रस्य प्रयोजनं भविष्यति यस्मिन् सूत्रे नित्वस्य अन्यत् किमपि प्रयोजनं नास्ति केवलम् अन्तादेशः इति एकमेव प्रयोजनं यथा अनङ्गादेशे अनङ्गादेशे नित्वस्य किं प्रयोजनम् इति चेत् निच्च इति सूत्रेण अन्तादेशः इति एव प्रयोजनम् अन्यत् किमपि नास्ति एतादृशसन्दर्भेषु निच्च इत्यस्य चापल्यं भविष्यति निच्च इत्यस्य प्राप्तिः भविष्यति एव अतः एव अत्र उदाहरणरूपेण अत्र विनय महोदय पठतु उदाहरणं अत्र समयः अतीतः क्षम्यताम् समयः अतीतः उदाहरणं पठित्वा समापयामि तृतीया विभक्तौ दधि योगा टा प्रत्ययः ततः दधि योगा आ अस्थि दधिः अत्र सूत्र तेन अनङ्ग आदेशः निच्यः इत्यनेन अन्तदेशः अनास्ति अथ दध योगा अन् योगा आ अतः दधन योगा आ अन्य सूत्र अल्लोपभक्ति अल्लोपानः इत्यनेन सर्वनामस्थाने स्थानभिन्न यकारादौ अजादौ च स्वादिपत्ये परे अङ्गस्य अन् अवयवस्य अकारलोपः अवयवस्य अकारलोपः अतः दत्त योग आ दध्ना भवति अवयवस्य अकारलोकाः अत्र न पश्यामि परन्तु दध्नः तृतीयविभक्ति दधि तृतीयविभक्ति दध्ना भवति अपि च अत्र नित्यः प्रयोजनमस्ति न केवलं दधि परन्तु अस्थिना इत्यादि शब्द सन्दर्भे अपि च सत्यं तत्र दधि इति शब्दः सूत्रे साक्षात् दधि इति शब्दः उक्तः अस्ति दधि इति उक्तः तर्हि एतेषां शब्दानां तृतीयाविभक्तौ अजादिप्रत्ययः अस्ति ता इति प्रत्ययः ता इति प्रत्यये प्रत्यये तकारस्य इत्संज्ञा अतः आ इति अवशिष्यते एतादृशसन्दर्भेषु दधि इत्यस्य अनङ्गादेशः भवति अनङ्गादेशः कुत्र भवति इति चेत् प्रथमं तत्र अलोन्त्यस्य इत्यनेन अन्तादेशः तदनन्तरम् अनेकाचित् सर्वस्य इत्यनेन सर्वादेशः अनेकाचित् सर्वस्य इति सूत्रं प्रबाद्य निच्च इति सूत्रेण पुनः अन्तादेशः इति कृत्वा अन्तिमदधि इत्यस्य इकारस्य स्थाने तत्र अन् इति आदेशः भवति अनङ् इत्यत्र मकारस्य इत्संज्ञा अन्न इत्यत्र नकार उत्तरवर्ति अकारस्य उच्चारणार्थम् उच्चारणार्थः अस्ति, अतः अन्न इति अवशिष्यते. अतः दधि इत्यत्र इकारस्य अन्तिमवर्णस्य अङ्गस्य अन् इति आदेशः भवति इति उक्तं. तदनन्तरम् अन्यत् कार्यं भूत्वा दध्ना इति रूपं. तर्हि इदानीम् अत्र सारांशः कः इति चेत्, अस्ति सदि अस्ति दधि सत्यक्ष्णाम् अक्ष्णाम् अनुदातः इति सूत्रे तत्र अनङ्गादेशस्य नित्वस्य प्रयोजनं किम् इति चेत् केवलम् अन्तादेशः, निच्च इति सूत्रस्य प्राप्तिः एव प्रयोजनमस्ति तत्र अनङ्गादेशस्य. तर्हि एतादृशस्थलेषु नित्वस्य प्रयोजनं भविष्यति इति वयं ज्ञातुं शक्नुमः. तर्हि अत्र स्थगयामः. तर्हि इतोपि तत्र तुह्योस्तातङ्ग आशिष्यो अन्यतरस्याम् इति सूत्रे नित्वस्य अन्यानि प्रयोजनानि भवन्ति वा इति चिन्तनीयम्. तुह्योस्तातङ्ग इत्यत्रापि तातङ्ग इति नित् अस्ति, तत्रापि नित्वस्य प्रयोजनं निच्च इति सूत्रमस्ति, परन्तु तत्र नित्वस्य प्रयोजनम् एकमेव प्रयोजनं वा इति चिन्तनीयं, तत्र अन्यानि प्रयोजनानि अपि सन्ति वा इति चिन्तनीयं. यस्मिन् सूत्रे नित्वस्य एकमेव प्रयोजनम् अन्तादेशः तत्र तु निच्च इत्यस्य प्राप्तिः भविष्यति एव, परन्तु यस्मिन् सूत्रे नित्वस्य अन्यानि प्रयोजनानि भवन्ति तत्र निच्च इति सूत्रस्य प्राप्तिः भवति वा न वा इति चिन्तनीयं भवति इति अत्र सारांशः. अवगतं खलु? स्पष्टता अस्ति वा नास्ति, नो चेत् भ्रमः वा? अस्तु अस्तु, तर्हि इदानीम् अत्र स्थगयामः. अत्र एकं वक्तुम् इच्छामि, इतोपि सप्ताहद्वयपर्यन्तम् अथवा सप्ताहत्रयं पर्यन्तं मम अन्यकार्यान्तरं गन्तव्यं भविष्यति इति चिन्तयामि, सूचयामि. यदि अहं वर्गं चालयितुं न शक्नोमि चेत् तत्र अरविन्द महोदय नो चेत् अन्य कोऽपि चालयितुम् इच्छति चेत् कृपया सूचयन्तु. विजयलक्ष्मी भगिनी, वंशी भगिनी, गोमती भगिनी, एते सर्वे सूत्रं न पठितः न तात्, एते सर्वे पठितवन्तः? पठितं, पूर्वं पठितं, पूर्वं पठितं. मया न दृष्टं, ऐ मीन् ऐ डोण्ट् रिमेम्बर् सीङ्ग् दिस्. विस्मरणं जातं, विस्मरणं जातं. तर्हि तत्र विजयलक्ष्मी भगिनी अथवा वंशी भगिनी अथवा अन्य कोऽपि वर्गं चालयितुम् इच्छन्ति चेत् चालयन्तु, तत्र अरविन्द महोदय अपि भवति. अहं न आगन्तुं शक्नोमि चेत् सूचयामि, नो चेत् आगच्छामि. अस्तु, पुनस्मरणं कुर्मः भगिनि, पुनस्मारणमेव, अन्यत् किमपि नास्ति. कर्तुम् इच्छन्ति चेत् तत्र एकसप्ताहं तत्र अरविन्द महोदय चालयति, अन्यसप्ताहम् अन्य कोऽपि इति. धन्यवादः, नमस्कारः. धन्यवादः.